अत्र स्वागतं सर्वेषाम्। अद्यतनविषयः अस्ति पक्ष्यसाध्यहेतु इति विषये, व्याप्तिः इति पदस्य विवरणं। तर्हि तत्र एक अशीति शून्यम् इति तमे पुटे तत्र अन्तिमपरिच्छेदः पदस्वभावमादाय व्याप्तिपदार्थनिरूपणं, तत्र राजेन्द्रमहोदय पठति वा? आम् आम्। कथं हि धूमः पदस्वभावम् आदाय व्याप्तिपदार्थनिरूपणं, कथं हि धूमः साधकः उच्यते? अस्ति धूमे वह्निसम्बन्धः व्याप्तिसंज्ञकः। व्याप्ति इति पदं पञ्चपदार्थान् बोधयति। सत्यं, पदं बोधकं। कथं तु तत् पञ्चपदार्थान् बोधयति? उच्यते, पदानां बोधकता प्रसिद्ध एव। घट इति पदं यदि स्वीकुर्मः तेन पदेन घटः, घटत्वं, संवायः इति त्रयाणाम् अर्थानां ज्ञानं भवति। इदानीं पूर्वपुरुषपरिच्छेदे वयं पठितवन्तः धूमः साधकः, हेतुः साधकः तम् उच्यते। धूमे वह्निसम्बन्धः यः अस्ति सः तं व्याप्तिसंज्ञकः वदामः, व्याप्तिसम्बन्धः वदामः, धूमे वह्निसम्बन्धः। अत्र लिखितमस्ति व्याप्ति इति पदं पञ्चपदार्थान् बोधयति, व्याप्तिपदं। सत्यं, पदं बोधकं, पदबोधकं, पदं बोधकं, तत्र पञ्चपदार्थान् बोधयति। प्रश्नः उदेति कथं तु तत् पञ्चपदार्थान् बोधयति? व्याप्ति शब्दः तत्र कथं पञ्चपदार्थान् बोधयति? उच्यते, पदानां बोधकता प्रसिद्ध एव। पदानां बोधकता तु प्रसिद्ध एव अस्ति, यथा उदाहरणत्वेन घटः स्वीकुर्मश्चेत् तत्र घटपदेन तत्र घटः, घटत्वं, तस्मिन् यः धर्मः, जातिः यः अस्ति, अपि च समवायसम्बन्धः, समवायसम्बन्धेन यः घटत्वं घटे वर्तते वर्तते इति त्रयाणाम् अर्थानां ज्ञानं भवति। घटः यदा वदामः, घटपदं यदा स्वीकुर्मश्चेत् तत्र घटः, घटत्वम्, अपि च समवायसम्बन्धः, तत्र त्रयाणां पदार्थानां ज्ञानं भवति तेन पदेन। अत्र महोदय प्रसिद्धैव इति पदस्य कथं विभजनं? प्रसिद्धैव, प्रसिद्ध एव, पदानां बोधकता प्रसिद्ध एव। किञ्चित् न अवगच्छामि महोदय, भवान् वदतु। अत्र सरला भगिनि, अत्र विधिसन्धि अस्ति प्रसिद्ध एव, पदानां बोधकता प्रसिद्ध एव। पद यदि न्याय तत्र अस्ति, प्रसिद्धा इति न खलु, बोधकता प्रसिद्धा, प्रसिद्धा एव। बोधकता तस्य विशेषणं प्रसिद्धा भवतु। अस्तु, बोधकता स्त्रीलिङ्गपदं खलु, बोधकता, अस्तु अस्तु, सा प्रसिद्धा, प्रसिद्धा एव इति। कोऽपि किं गान्धीजी प्रसिद्धः, बोधकता प्रसिद्धा, प्रसिद्धा एव इति। अस्तु, तत्र चित्रम् अस्माभिः पठितं खलु वर्गे, घटपदेन किं किं, राजेन्द्रमहोदय, घटपदेन किं किं दीयते? घटपदम् अस्ति, घटनिष्ठ बोधकता निरूपित बोध्यता। निरूपितबोध्यता निरूपयति घटत्वं, समवायः, घटः, त्रीणि त्रयः अर्थाः, त्रयः पदार्थाः तत् बोधयति, घटत्वं, समवायः, घटः, यथा घटपदं वदामः चेत्। अपि च बोध्यता इति किं बाक्स् तः अधोभागे गच्छामः खलु, बोध्यता आश्रयः घटत्वं, समवायः, घटे, विषयता, बोध्यता आश्रयः, घटत्वं समवायः घटः त्रयविषयाः सन्ति तत्र घटः तु विशेषा अस्ति घटत्वं विशेषणं समवायः सम्बन्धः तत्र येन घटत्वं वर्तते अत्र महोदयेन घटत्वम् इति प्रकारता अपि वक्तुं शक्नुमः आमां प्रकारः आमामां घटः विशेषः घटः विशेषः घटः विशेषः समवायः सम्बन्धः संसर्गता अपि च घटत्वं प्रकारता विशेषणम् अपि च प्रकारता इदानीम् अन्यत् स्वर्गपदं स्वीकुर्मः इदं च सुखं बोधयति परन्तु तत् सुखं न शुद्धं सुखं किन्तु दुःखेन असङ्कीर्णम् सुखधारा तादृशी यत्र ईषदपि दुःखं न स्यादिति यावत् इदमेव सुखं दुःखासम्भिन्नम् इति श्रूयते तथा च स्वर्गपदेन दुःख असम्भिन्नं सुखं बोध्यते स्वर्गपदम् अन्य उदाहरणमस्ति यस्मिन् प्रकारता अस्ति प्रकारता सुखत्वम् अस्ति अन्यप्रकारता अस्ति दुःखसम्भिन्नत्वं यत्र दुःख दुःखस्य किञ्चित् अपि नास्ति सो सुखम् इति सामान्यतया यत् सुखं वयं अवगच्छामः तत् सुखमस्ति अनुभवामः तत् अस्ति शुद्धं सुखं सामान्यशुद्धं सुखं किन्तु गतवर्ष सप्ताहे आन्द्रे महोदय उक्तवान् शुद्धं सुखम् इति यत् सुखं सुखत्व अवच्छिन्ना सुखम् इति शुद्धं सुखं भवति यदि वयं घटं वदामः घटपदम् इति वदामि शुद्धघट इत्युक्ते घटत्व अवच्छिन्ना घट एव न कोऽपि अन्यप्रकारेण तत् घटम् इति अवच्छिन्ना भवति यत् शुद्धसुखं सुखत्व अवच्छिन्ना केवलं न अन्य कोऽपि प्रकारेण तस्य अवच्छिन्ना भवति तस्य सुखधारा इष्टपि दुःखं न स्यादपि सो यदि स्वर्गे अस्ति सामान्यतया अस्माकम् अनुभवः अस्ति सुखं भवति तदनन्तरं दुःखम् आगच्छति दुःखं गच्छति तदनन्तरं पुनः सुखम् आगच्छति सुखदुःख इति वार्ता प्रचलति प्रचलन् भवति किन्तु स्वर्गे एतत् सुखदुःख तस्य क्रमः न जातः केवलं सुखे सुख एव सुख अस्ति तत् अस्ति दुःख असम्भिन्नम् इति दुःखाय विहाय दुःखस्य एक किञ्चिदपि दुःखं नास्ति तत् अस्ति दुःख असम्भिन्नं दुःखं तस्य अन्यप्रकारः भवति सो अत्र कथं वयं तस्य निरूपं कुर्मः स्वर्गनिष्ठबोधकता निरूप्यति स्वर्गपदं क्षम्यता स्वर्गपदं निष्ठ बोधकता निरूप्यति बोध्यता दुःखसम्भत्वं स्वरूपसम्बन्धेन आश्रयसुखं सुखत्वं निष्ठ सुखत्वम् आश्रय सुख सुखत्वं स्वरूप समवायसम्बन्धेन आश्रयसुखं सो अत्र षड्प्रकार बोध्यता अस्ति सुखम् एकं पञ्चप्रकार क्षम्यतां सुखम् एकं विशेषम् अस्ति तत् अस्ति मुख्य एक विशेषता तस्मिन् द्वे प्रकारता अस्ति द्वे प्रकारता के सन्ति एका अस्ति दुःख असम्भिव दुःख असम्भिन्नत्वं प्रकारता या स्वरूपसम्बन्धेन सुखे अस्ति अन्या अस्ति सुखत्वं प्रकार निष्ठप्रकारता सा अस्ति समवायसम्बन्धेन सुखे सो द्वे प्रकारता द्वे संस्कारता एक विशेषता. सो पञ्च स्वर्गपदं पञ्चपदानां पञ्चपदार्थानां बोधनं करोति इति सुखपदेन आगच्छति. सो पूर्व घटपदेन त्रय पदार्थानां बोधं भवति, स्वर्गपदेन पञ्चपदानां पञ्चपदार्थानां बोधं भवति. पूर्वपदात् अस्य इदं विलक्षणं यत्र अत्र आश्रय एकम् एव सुखं, परन्तु प्रकारो द्वौ, पूर्वत्र तु विशेषं प्रकारस्य एक घटपदे इति एकविशेषम् एकघटत्वम् एकप्रकार एव अस्ति. तस्मिन् मध्ये एक संसर्ग एकम् अस्ति. किन्तु स्वर्गपदे यदि स्वर्गपदे भवति एकविषयं सुखं विशेषं सुखं द्वे प्रकारे सुखत्वं दुःखा सम्भिन्नत्वं द्वे प्रकारे अपि द्वे संसर्गे. केवलं वदामि प्रकारे इति न, प्रकारः इति अस्ति खलु, प्रकारः द्वौ, प्रकारः इति पुल्लिङ्गपदम्. अस्तु, अहं प्रकारता इति प्रकारता द्वे सति सति प्रकारौ द्वौ पूर्वं विशेषं प्रकारश्च एकः, अत्र विशेषम् एकं विशेषं सुखं किन्तु प्रकारौ द्वौ सति साधु सप्रकारक यथा समुच्चय प्रकारकज्ञानं भवति तत् एकविशेषं द्वे भिन्न प्रकार एकत्र द्वयमिति किमपि आसीत् खलु पूर्वं समुच्चय संचय एकम् अभावः अस्ति अन्यत् तथा इति अपि अग्रे तत्र एकत्र द्वयम् इति आसीत् खलु एकत्र द्वयम् आमाम् अभावः अभावः तद्भिन्नं तत् समुच्चयः तस्य अग्रिमम् आसीत् एकत्र द्वयम् अत्र तथा एकत्र द्वयमिति स्पष्टमस्ति अग्रे सरे वा सम्बन्धित्वम् इति अस्य दुःखाभाव इति भवति न दुःख असम्भिन्नत्वम् इति दुःखाभावः अत्र समुच्चय भवति द्वे एके द्वं अहं चिन्तयामि समुच्चय भवति सुखत्वम् असुखत्वम् अस्ति चेत् अभावः खलु तर्हि स्वरूपसम्बन्धः अस्ति न दुःख असम्भिन्नत्वं कारणं किं यदि समवायः भवति तद् समुच्चयविषये किम् अभावः अभावः विरोधपदार्थः एकत्र अस्ति एकत् भागे प्रतियोगी अन्यत् भागे अनियोगी इति भवति अभाव अत्र तथा नास्ति सुखत्वम् असुखत्वम् इति तु नास्ति खलु सुखत्वं दुःखसम्भिन्नत्वम् इति विरोधभावः नास्ति तयोः अत्र भाव अभावरूपः नास्ति अत्र सुखत्वम् इति स्वरूपसम्बन्धः आगच्छति तत्र अत्र समुच्चयः नास्ति इति वदामि एकत्र द्वयमिति तथा तत्र सुखत्वम् अपि च दुःख असम्भिन्नता इति अपोजिट् नास्ति दुःख असम्भिन् 171 पृष्ठे तत्र अस्ति एकत्र तत्रापि तथैव चित्रम् अस्ति अत्र किं दुःख असम्भिन्नत्वम् इस् फर्दर् क्वालिफिकेशन् टु सुखत्वम् कीदृशं सुखत्वं दुःखसम्भिन्नसुखत्वम् इति किमपि तादृशसुखं क्षम्यतां तादृशसुखं न तादृशसुख न तादृशसुखत्वं तादृशसुखम् अस्तु प्रकारे अग्रे सर्वे राजेन्द्रमहोदय अग्रे पुष्पवन्तः तृतीयं पुष्पवन्तः पुष्पवन्त इति पदं सम्प्रति पश्यामः कोशे अभिहितम् एकयुक्त्या पुष्पवन्तौ दिवाकर निशाकरौ अत्र पुष्पवन्त पदं स्वीकुर्मश्चेत् तत्र तस्य पुष्पवन्त तत् दिवाकर निशाकर तत्र किं वदामः तत् तत्र अमरकोशः तत्र लिखितमस्ति अत्र एकयोक्त्या इति कथं पदविभजनम् एकया उक्त्या एकया उक्त्या उक्त्या न युक्त्या एकया उक्त्या एकेन एकेन पदेन वदामश्चेत् पुष्पवन्तौ इत्युक्ते यथा भवता उक्तं दिवाकरौ दिवाकरः निशाकरः दिवाकर निशाकरौ भवतः प्रश्नः आसीत् वा रजेन्द्रमहोदय न चिन्तयामि तत् एकया युक्त्या तत् पुष्पवन्तपदं यथा वदामः तत् दिवाकर अपि अस्ति तस्मिन् निशाकर अपि अस्ति तत् एवं वा तथा पुष्पवन्तः इति पदं दिवाकरमपि सूचयति निशाकरमपि सूचयति अस्तु धन्यवादः महोदय द्वे विशेष्य अग्रे महोदय पठतु कृपया सकृत् उच्चरितम् एव पुष्पवन्तपदं सूर्यं चन्द्रमसं च बोधयति इति तदर्थः यथा पुष्पवन्तपदं प्रयोजयामः तत्र सूर्यमपि चन्द्रमसं बोधयति अत्र चित्रे अस्ति पुष्पवन्तपदं तस्मिन् निष्ठबोधकता निरूपितबोधयता तत्र सूर्यत्वम् अस्ति समवायसम्बन्धेन चन्द्रे चन्द्रत्वम् अस्ति समवायसम्बन्धेन अत्र तु द्वयम् एकम् इति तत्र किञ्चित् न समूहालम्बन् अस्ति वा महोदय आम् समूहालम्बन् तत् वदामः तत्र षट् पदार्थानां सूचयति यथा पुष्पवन्तपदं प्रयुज्यामः सूर्यः तस्मिन् सूर्यः विषयता अस्ति सूर्यविषयता अस्ति तत् तस्मिन् विशेषेण तस्मिन् धर्मः तत्र प्रकारतः सूर्यत्वम् अस्ति यः सूर्ये समवायसम्बन्धेन अस्ति अपि च चन्द्रे तत् विषयिता अस्ति तत् विषयिते तत् चन्द्रत्वं धर्मम् अस्ति तत् विषय प्रकारता अस्ति तत् समवायसम्बन्धेन यः चन्द्रे अस्ति अत्र पुष्पवन्तपदं प्रयुज्यामः चेत् षड् पदार्थानां सूर्यः समवायः सूर्यत्वं चन्द्रः समवायः चन्द्रत्वं षड् पदार्थानां सूचयति अत्र कति विशेष्यः विशेष्यद्वयं सूर्यः अपि च चन्द्रः प्रकारता अपि द्वयं सूर्यत्वं चन्द्रत्वम् अत्र नाना मुखविशेषता तत्र कोऽपि तत्र सम्बन्धः नास्ति तस्मिन् को अस्ति पदस्य विशेषः अत्र द्वौ प्रकारौ तयोः विशेष्यौ अपि भिन्नौ स्वर्गपदस्थले एकस्मिन् एव सुखे उभयोः प्रकारत्वम् इह तु सूर्यत्वं प्रकारः चन्द्रे चन्द्रत्वं प्रकारः इति विशेषद्वयं प्रकारद्वयं च अत्र यथा अपि इदानीमेव उक्तवन्तः तत्र सूर्य एकं विशेषं चन्द्रः द्वितीयविशेषं सूर्यत्वम् अस्ति प्रकारता चन्द्रे चन्द्रत्वम् अस्ति प्रकारतः षट् पदार्थानां बोधयति अस्तु साधुरेव षष्ठमस्ति वा प्रश्नः अस्ति वा न महोदय न महोदय अस्तु अग्रे भगिनी करलभट्ट भगिनी पठति वा गमनपदेन कस्य बोधः? गमन इति पदं सम्प्रति पश्यामः, उत्तरदेशे यः संयोगः तज्जन्यक्रिया गमनपदेन बोध्यते, इत्युक्ते उत्तरादेशसंयोगानुकूलक्रिया गमनपदेन इति अर्थं जायते। तीः चत्वारपदार्थज्ञाने विषयाः, तत्रापि क्रियायां जनकत्वं प्रकारः, जनकत्वे संयोगप्रकारः, संयोगे उत्तरदेशप्रकारः इति उत्तरोत्तरविशेषविशेषणभावापन्नाः चत्वारः पदार्थाः गमनपदेन बोध्यन्ते। यथा वयं चित्रे पश्यामः, गमनपदनिष्ठबोधकता निरूपति बोध्यता, उत्तरदेश प्रकारः अस्ति, उत्तरदश देशप्रकार निष्ठविशेषता संयोग, संयोगनिष्ठविशेषता जनकत्वं, निष्ठविशेषता क्रिया इति निरूप्यते। अतः अत्र क्रमेण इति उत्तरदेश यदि प्रकारः अस्ति तस्य अधिकरणं विशेष्यं भवति संयोग, संयोग यस्य कारणम् अस्ति संयोगप्रकार तस्य आधारः अस्ति जनकत्वं, जनकत्वं तस्य पुनः विशेषम् अस्ति क्रिया। सो अत्र अतः नाम अस्ति उत्तरो उत्तरविशेष्य विशेषणभाव। यदि वयं क्रिया आदाय उपरि गच्छामः तत् क्रियानिष्ठविशेषता निरूप्यति जनक निरूप्यति विशेषणता जनकत्वनिष्ठविशेषणता तत् जनकत्वनिष्ठविशेषता निरूप्यति संयोगनिष्ठप्रकारता संयोगनिष्ठविशेषता निरूपति उत्तरदेशनिष्ठप्रकारता। अत्र क्रिया अस्ति मुख्यक्रिया मुख्यविशेष्यता क्रियायाम् अस्ति मुख्यविशेषता, कारणं तस्य कोऽपि अन्यविशेषं न भवति। उत्तरदेशप्रकारता अस्ति मुख्य विशेषणता, तस्य कोऽपि अन्यविशेषणं नास्ति अत्र इति मुख्य विशेषं मुख्य प्रकार किमस्ति। अन्य उपरि यत् वयं दृष्टवन्तः पुष्पवन्तपदं, तत्र द्वौ भिन्नौ भिन्नौ विशेषौ विभिन्नौ विशेषौ विशेषौ अपि द्वौ भिन्नौ प्रकारौ अस्ति, तयोः मध्ये परस्परं निरूप्यनिरूपकभावना अस्ति। अत्र भिन्नपदार्थाः अस्ति भिन्नपदार्थाः सन्ति किन्तु तेषां मध्ये निरूपनिरूपकभावः वर्तते, कोऽपि विच्छेदः नास्ति। उपरि पुष्पवन्तपद इति या बोध्यं जायते तस्मिन् सूर्यचन्द्रतयोः मध्ये विच्छेदः अस्ति, तयोः मध्ये कोऽपि परस्परं निरूपनिरूपकभावना अस्ति। तत् समुच्च उपरि अस्ति समूहालम्बनप्रकारक ज्ञानं, तत्र नानाविध यथा राजेन्द्रमहोदय उक्तवान् नानाविध मुख्यविशेषता नानाविध प्रकारता अस्ति। अत्र प्रकारता विशेषता नाना सन्ति किन्तु तयोः मध्ये प्रकारता विशेषविशेषता भाव परस्परमस्ति तत्र। अत्र तत्रापि क्रियायां जनकत्वं प्रकारः इत्युक्ते किम्? क्रियायां जनकत्वं प्रकार क्रियायाः यः कारणः अस्ति तस्य जन प्रकारः अस्ति कारणजनकत्वम् अस्ति क्रियायां कारणम् क्रियाजनकत्वं प्रति विशेषमस्ति जनकत्वम् इति विशेषणमस्ति। सो जनकत्वम् इति प्रकारः जनकत्वे प्रकारता अस्ति जनकत्वे क्रियायां विशेष्यता अस्ति क्रियायां विशेषता अस्ति. यस्य प्रकारः जनकत्वं, जनकत्वं तथा उपरि जनकत्वं विशेष्यं, तस्य प्रकारः संयोग, संयोगः संयोगविशेषं तस्य प्रकार उत्तरदेश इति. तथैव यथा भवत्या उक्तम् उत्तरदेश संयोग अनुकूला अथवा जनिका क्रिया गमनक्रिया. अत्र व्यापार अपि इति तज्जनत्वे जनक जन्यजनकत्वमिति बोधयति अत्र व्यापार पदम्. अत्र व्यापार इत्युक्ते केवलं महोदय उक्तवान् लैक् स्पन्दनं न किमपि मूमेण्ट् इति क्रिया. स्पष्टमस्ति वा? आम् आम् महोदय. अस्तु भवान् अग्रे पठति वा पूर्वत्र? आम् आम् आम् पूर्वत्र पुष्पवन्तपदस्थले चन्द्रे चन्द्रत्वं सूर्ये सूर्यत्वम् इति बाणात् द्वे विशेष्यते स्ताः इति तत् ज्ञानम् उक्तरीत्या समूहालम्बनम् इति उच्यते. यस्य ज्ञानस्य नाना मुख्यविशेषताः भवन्ति तद् ज्ञानं समूहालम्बनम् इति उच्यते. तत्र च सूर्यचन्द्रयोः परस्परं विशेषविशेषणभावो नास्ति, अतः विशेषतयोः अपि उभयनिष्ठो निष्ठयोः न निरूपिनिरूपकभावः. प्रकृते च गमनपदेन जायमाने ज्ञाने प्रकारता विशेषतयोः अस्ति निरूपिनिरूपकभावः. मुख्यविशेषता तु एका व्यापारनिष्ठाः एव इति विशेषः. अस्मिन् पुष्पवन्तपदस्य यथा पुष्पवन्तपदं परिचयामः तत्र चन्द्रे चन्द्रत्वम् अपि च सूर्ये सूर्यत्वं तत्र विशेष्यते द्वयविशेष्यते तत् स्ताः चन्द्रे चन्द्रत्वं सूर्ये सूर्यत्वम् इति तत् ज्ञानात् उक्तरीत्या समूहालम्बनम् इति उच्यते. तत् एतादृशी स्थितिः यथा अस्ति यत् तत्र भिन्नभिन्नविषयिताः सन्ति अपि च भिन्नभिन्न विशेष प्रकारता सन्ति परन्तु तस्मिन् कोऽपि तत् सम्बन्धः नास्ति. तत् समूहालम्बनम् इति उच्यते. तथैव तत्र वदामः नाना मुख्यविशेषता भवन्ति. तत् सूर्यः एकं मुख्यविशेषता, चन्द्रः द्वितीय मुख्यविशेषता, अपि च सूर्यत्वं मुख्यप्रकारता, अपि च एकादशी, अपि चन्द्रत्वं द्वितीयदृशी, तत् चन्द्रत्वं मुख्यप्रकारता अस्ति. तत्र च सूर्यचन्द्रयोः परस्परं विशेषविशेषणभावो नास्ति. तत् सूर्यचन्द्रमध्ये तत्र कोऽपि विशेषविशेषभावः विशेषविशेषणभावः नास्ति. तथैव तत्र नाना मुख्यविशेषता वदामः. अतः विशेषतयोः अपि उभयनिष्ठयोः च निरूपिनिरूपकभावः न निरूपिनिरूपकभावः. तत्कारणात् यथा तत्र कोऽपि विशेषभावो न अस्ति तत्र सूर्यचन्द्रयोः मध्ये, तत्र विशेषतयोः अपि निरूपकभावः नास्ति. प्रकृते च गमनपदेन जायमाने ज्ञाने प्रकारतौ विशेषतयोः अस्ति निरूपिनिरूपकभावः. यथा गमनपदं प्रयुज्यामः तत्र यथा सरलाभगिनी इदानीं पठितवती अत्र तत् प्रकारताविशेषतयोः निरूपिनिरूपकभावः तु अस्ति एव तत्र. तथा तत् मुख्यविशेषता तु एका एव व्यापारनिष्ठः इति एव इति विशेषः. तत्र एका एव मुख्यविशेषता अस्ति, या क्रिया अस्ति तत्र, अपि च एका एव मुख्यप्रकारता अस्ति यथा उत्तरदेशः. तत् विहाय तत्र तत् जायमानि तत्र प्रकारता प्रकार तु विशेषतयोः निरूपिनिरूपकभावः तत्र अस्ति अस्ति एव अस्मिन् यथा गमनपदं प्रयुज्यामः. अत्र विशेषता कुत्र कुत्र अस्ति? विशेषता न उत्तरदेशे अस्ति न विशेषता उत्तरदेशे अस्ति न तत्र संयोगे अस्ति, जनकत्वं जनकत्वे अस्ति, अपि च क्रियायाः अस्ति विशेषता. केवलम् उत्तरदेशे उत्तरदेशः तस्य तस्य विशेषणं किम्? उत्तरदेशस्य विशेषणं प्रकारः कुत्र अस्ति? नास्ति खलु. उत्तरदेशस्य उत्तरदेशः कस्यापि विशेषः नास्ति. विशेषः नास्ति. आमां क्षम्यताम्. सम्यक् न श्रुतम्. आम् आं तत् विशेषता नास्ति उत्तरदेशे. प्रकारता विशेषता कुत्र कुत्र अस्ति? क्रियायां क्रियायाम् अस्ति, जनकत्व जनकत्वे अस्ति, संयोगे अस्ति. विशेषता प्रकारता कुत्र कुत्र अस्ति? प्रकारता क्रियायाः प्रकारता न अस्ति, परन्तु तद्विहाय जनकत्वे संयोगे उत्तरदेशे तत्र प्रकारता अस्ति. सम्यक् इति मुख्यविशेषः. तर्हि तदर्थमत्र मुख्यविशेषता इति कुत्र अस्ति? मुख्यविशेषता क्रियायाः क्रियायाः. किमर्थं मुख्यविशेषता इति उच्यते? विशेषणं विशेषणं न भवति तत् तत् अन्यं प्रति कोऽपि विशेषणं न सा क्रिया न भवति. तदेव अस्ति. अस्तु तर्हि चित्रस्य तत्र महोदयेन सर्वैः उक्तं खलु तत्र उत्तरदेशप्रकारतः वक्तुमिच्छति वा राजन् महोदय? उत्तरदेशनिष्ठप्रकारतः निरूप्यति विशेषता निरूप्यते निरूपिता एकनिमिषम् उत्तरदेशनिष्ठ प्रकारता निरूपित विशेषता आश्रयसंयोग निष्ठप्रकारता निरूपित विशेषता आश्रय जनकत्वं निष्ठप्रकारता निरूपित विशेषता आश्रयक्रियाः. सम्यक् भगिनि. स्वागतं महोदय, वक्तुम् इच्छति वा? आम् वदामि महोदय. उत्तरदेशनिष्ठप्रकारता निरूपित विशेषता आश्रय संयोग निष्ठप्रकारता निरूपितविशेषता आश्रयजनकत्वं निष्ठप्रकारता निरूपितविशेषता आश्रयक्रिया. अत्र दत्तमस्ति प्रकारता केवलं जनकत्वे संयोगे अस्ति, उत्तरदेशे अस्ति विशेषता. महोदयेन उक्तं प्रकारता त्रिषु स्थलेषु, विशेषता अपि त्रिषु स्थलेषु, किन्तु मुख्यविशेषता क्रियायां, मुख्यप्रकारता तर्हि उत्तरदेशे वक्तुं शक्नुमः. मुख्यप्रकारता अस्तु. कष्टं अग्रे अग्रे सरलभगिनी. अस्य गमनपदस्य अस्य गमनपदस्य स्वभावं यदि वयं सम्यक् अवगच्छामः तदा व्याप्तिपदस्य अपि स्वभावग्रहणे कोऽपि क्लेशः. तदपि पदम् अनेकान् पदार्थान् बोधयति, ते अपि दण्ड चक्र कुलाल घटाः इति ज्ञाने यथा विषकलिताः परस्परं सम्बन्धाः भासन्ते तथा न भासन्ते, किन्तु परस्परं विशेषविशेषणभावापन्ना एव. यथा गमनपदस्य स्वभावं वयं पश्यामः यत्र बहवः पदार्थानां बोधं भवति, तेषां परस्परं विशेषविशेषभावः अपि अस्ति. तथैव व्याप्तिपदस्य अपि बहवः पदार्थानां बोधं भवति, अपि तेषां परस्परं विशेषविशेषणभावः अस्ति, तयोः मध्ये परस्परं सम्बन्धः वर्तते. किन्तु यथा दण्डचक्रकुलालघट एते सर्वे पृथक् पृथक् इति भाति विषकलिता इत्युक्ते पृथक् कृता भिन्ना सन्ति परस्परतयो तेषां सम्बन्ध अपि भासन्ते किन्तु तथा न अस्ति किन्तु इति अहं न सम्यक् अवगच्छामि दण्डचक्रकुलालघट अतः दण्डः चक्रः कुलालः घटः तयोः मध्ये परस्परसम्बन्धः नास्ति दण्डः चक्रस्य विशेषणं नास्ति चक्रः कुलालस्य विशेषणं वा विशेषः इति नास्ति खलु तादृशसम्बन्धः किमपि नास्ति इति ते विषकलिताः शकलिताः इत्युक्ते सम्बन्धाः असम्बन्धाः विषकलिताः असम्बन्धाः असम्बन्धाः भासन्ते परस्पर असम्बन्धाः भासन्ते न तु सम्बन्धाः भासन्ते अस्तु तथा न भासन्ते तथा अत्र परस्पर असम्बन्धाः भासन्ते परस्पर लैक् दण्डचक्रकुलाल सर्वे पदार्थ भिन्ना भिन्ना सन्ति तेषां परस्परं सम्बन्धः न इति भासते किन्तु तथा न भासन्ते इत्युक्ते किं कुत्र अत्र क्रियापदविषये वा व्याप्तिपदविषये वा तथा न भासन्ते सम्बन्धः अस्ति यथा दण्डचक्रकुलालघटविषये परस्परसम्बन्धः भासन्ते सम्बन्धः नास्ति असम्बन्धाः भासन्ते तथा गमनक्रिया अथवा व्याप्तिपदे तथा नास्ति सम्बन्धः अस्ति परस्परं विशेषविशेषणभाव आपन्नाः एव असम्बन्धः न असम्बन्धः न भवति इत्युक्ते सम्बन्धः भवति सम्बन्धः भवति विशेषविशेषभाव परस्परं भवति तेषां मध्ये व्याप्ति गमनपदे अस्तु अस्तु यथा यथा क्रिया गमनक्रिया तथा व्याप्तिपदं परस्परसम्बन्धितः किन्तु दण्डचक्रकुललघटः असम्बद्धः अस्तु तत्र सम्बन्धः नास्ति किन्तु अत्र व्याप्तिपदे अथवा अत्र गमनपदे परस्परविशेषविशेषणभाव आपन्नः इति युक्ति युक्ताः विशेषणविशेषभावयुक्ताः युक्ताः तत्र अस्ति विशेषविशेषणभावः अस्ति परस्परम् अस्तु खलु सत्यं सत्यम् अस्तु अग्रे राजेन्द्र महोदय व्याप्तिपदेन किम् व्याप्तिपदेन के पदार्थाः बोधयन्ते के ते पदार्थाः ये व्याप्तिपदेन बुध्यन्ते साध्यम् अभावः अधिकरणं वृत्तित्वम् अभावः इति पञ्चपदार्थाः प्रथम अभावस्य साध्यं प्रतियोगी द्वितीय अभावस्य वृत्तित्वम् आदेयत्वं प्रतियोगी भवति साध्यस्य यः अभावः तस्य यत् अधिकरणं तन्निरूपिता या वृत्तिता तस्याः अभावः इति विशेषविशेषणभाव आपन्नाः पञ्चपदार्थाः व्याप्तिपदेन उच्यन्ते अहं प्रयत्नं करोमि महोदय किञ्चित् किञ्चित् जाटल्यम् अस्ति किञ्चित् मन्दं मन्दं पश्येम के अत्र प्रश्नः उदेति व्याप्ति पदेन तत्र के के पदार्थाः बुध्यन्ते तत्र साध्यं तत्र पदार्थानां तु अस्ति साध्यम् अभावः अधिकरणं वृत्तित्वम् अभावः तत्र इति पञ्चपदार्थाः व्याप्तिपदेन बुध्यन्ते तत्र साध्यम् अभावः अधिकरणं वृत्तित्वम् अभावः प्रथम अभावस्य साध्यं प्रतियोगी यत् प्रथमः अभावः अस्ति तस्य प्रतियोगी साध्यमस्ति तस्य येन आनेन तत्र अभावः नष्टं भवति. द्वितीय अत्र प्रथम अभावस्य प्रतियोगी साध्यम् अत्र अभावपदं द्विवारम् आगच्छति खलु. साध्यम् अभावः अधिकरणं वृत्तित्वम् अभावः पुनः प्रथम अभावपदं यत् अस्ति तस्य प्रतियोगी साध्यम् इत्युक्ते अभावः साध्य अभावः कस्य अभावः साध्यस्य अभावः साध्यं प्रति प्रतियोगी खलु. साध्यं प्रतियोगी अस्ति चेत् साध्य अभावः इति प्रथम अभावः. अग्रे उदाहरणं दृष्ट्वा इतोपि स्पष्टं भवति. अत्र वह्नि अभावः इति चिन्तयामः. अस्तु अग्रे द्वितीय अभावस्य वृत्तित्वम् आधेयत्वं प्रतियोगी भवति. द्वितीय अभावस्य वृत्तित्वं द्वितीय अभावस्य क्षम्यताम् खलु आधेयता इत्युक्ते अधिकरणम् अस्ति वा भिन्न विपरीतं नाधिकरणम् आधेयता आधेयः द्वितीयभावयोगी आधेयत्वम् अस्ति वृत्तित्वम् अस्ति तत्र किञ्चित् स्पष्टं नास्ति. अस्तु उदाहरणं दृष्ट्वा स्पष्टं भवति. द्वितीयाभावः तस्य प्रतियोगी अस्ति आधेयत्वम् प्रतियोगी अत्र आधेयत्वम् इत्युक्ते अत्र उदाहरणे किं लिखितं हृदये तु वह्नि अभावः अस्ति हृदि वह्नि अभावः अस्ति तत् निरूपितसम्बन्धः अस्ति वृत्तित्वम् आधेयत्वं यत्र अस्तु अग्रे पठतु साध्यस्य अभावः अभावः तस्य यत् अधिकरणं तन्निरूपिता या वृत्तिता तस्याः अभावः इति विशेषविशेषणभाव आपन्नाः पञ्चपदार्थाः व्याप्तिपदेन उच्यन्ते. अत्र पश्यतु साध्यस्य यः अभावः साध्यस्य अभावः वह्नि अभावः वह्नि अभावः तस्य अधिकरणं जलं जलं निरूपितवृत्तिता आधेयता तस्याः अभावः इति अस्ति यथा महोदयेन उक्तं साध्य अभाववत् अवृत्तित्वम् इत्युक्ते व्याप्तिः खलु. अत्र पश्यतु वह्नेः अभावः कुत्र अस्ति जले अस्ति जले वह्निः न अस्ति तर्हि धूमः अपि नास्ति धूमाभावः अपि अस्ति खलु. वह्नि अभावः चेत् धूमाभावः तथा एव साध्य अभाव साध्य अभाव निष्ठे कुत्र यत्र कुत्रापि अस्ति अधिकरणे अस्ति जले यथा तत्र तद्वृत्ति अभावः धूमे अस्ति तत्र धूम अभावः अस्ति खलु. यत्र वह्नि अभावः अस्ति तस्मिन्नेव अधिकरणे धूम अभावः अपि अस्ति सत्यं. यत्र वह्निः नास्ति तत्र धूमः अपि नास्ति खलु. यत्र साध्यः नास्ति यत्र वह्निः नास्ति तत्र हेतु अभावः अपि अस्ति तत्र हेतु अभावः अस्ति एव धूम अभावः अस्ति एव तत्तु सत्यं साध्यस्य अत्र हृदयजलनिष्ठ अधिकरणता निरूपति अध्येयता यत् अपि जले अस्ति साधु हा यतः साध्य अभाव इति पश्यतु साध्य अभाव वक्ष्मी अभाव तेन निरूपित तस्य अधिकरणं किं जलम् इति जलं तत् अधिकरणनिरूपित आदेयत्व अभावः तादृश अभावः धूमे अस्ति यत्र वह्निः नास्ति तस्मिन् अधिकरणे धूमः अपि नास्ति धूमस्य आदेयत्वं वृत्तित्वं नास्ति इति जानीमः चेत् व्याप्तिज्ञानं भवति यत्र वह्निः नास्ति तत्र धूमः नास्ति तर्हि यत्र धूमः अस्ति तत्र वह्निः भवेत् इति प्रायः अग्रे इतोपि विवरणं दत्तमस्ति इति मन्ये अग्रिम परिच्छेदं पठितं वा वर्गे एवं वा अस्तु अस्तु अस्तु प्रायः अग्रे किञ्चित् मम किञ्चित् पठितं तत्रापि अस्ति तत्र किञ्चित् विवरणम् अस्ति समयः अस्ति पठामः वा इतोपि एकं परिच्छेदं पठामः यावत् अवगच्छामः तावत् सम्यक् एव नो चेत् शनिवासरे पश्यामः एव केवलम् एकं परिच्छेदं पठामः वा मिलित्वा अस्तु अस्तु पठतु भगिनि वह्नि अधिकरणानि पर्वत च त्वर महान् सगोष्ठादीनि वह्नी अभावस्य अधिकरणं हृदं भूतलं पुस्तकं लेखनी इत्यादीनि अनन्तानि तेषु अभाव अधिकरणेषु कदाचित् अपि धूम न भवति अतः तानि यानि अभावविध अभाव अधिकरणानि तन्निरूपिता आधेयता वृत्तित्वं धूमे कदाचित् अपि न सम्भवति कुत्र तर्हि सा आधेयता भवेत् हृदये जलं स्यात् पुस्तके लेखनी स्यात् एवं च हृदयादिनिरूपितवृत्तित्वं जले मीने लेखन्यां वा भवति वृत्तित्व अभाव धूमे भवति एवं विधो हि धूमस्य स्वभाव यत्र वह्नी अग्निः वह्नी नास्ति तत्र नास्ति तत्र धूमो अपि न भवति तेन वह्न्याभाव अधिकरणेषु अवृत्तित्वं धूमस्य सिद्ध्यति इदं यत् अवृत्तित्वं वृत्तित्व अभाव धूमनिष्ठ सा एव धूमनिष्ठ व्याप्ति यथा भवान् उक्तवान् तथैव अत्र दत्तमस्ति प्रतिवाक्यं पठामः भग्नेः अधिकरणानि वह्नि अधिकरणानि पर्वत च महानसं गोष्ठादीनि अस्ति यत्र महानसम् अस्ति या पर्वते वह्नि धूम यत् तत्र वह्नि साध्यम् अस्ति तो वह्नि तत्र अस्ति वह्नोः वह्ने अधिकरणं पर्वतं वा महानसम् इति भवति इति एकस्मिन् पार्श्वे वह्ने अधिकरणम् एकस्मिन् वह्नि भावः इति एकत्र अग्रे वह्नि अभावस्य अधिकरणं वहनी अभावस्य अधिकरणं हृदय भूतलं पुस्तकं लेखनी इत्यादीनि अनन्तानि वहनी सर्वत्र यथा वयम् उक्तवन्तः स्वर्गे सर्वत्र वहनी अभावः अस्ति तो अत्र उदाहरणानि सन्ति जल भूतलं पुस्तकं लेखनी इत्यादीनि अनन्तानि सो ते सर्वे वहनी अभावस्य अधिकरणा सन्ति सर्वत्र पार्श्वदेव अस्ति एकस्मिन् पार्श्वे वह्निः अधिकरणानि अन्यत्र वह्नि अभावस्य अधिकरणम् इति द्वयमस्ति तेषु अभाव अधिकरणेषु कदाचित् अपि धूमन् न भवति यदा यत्र यत्र वह्नि अभावः अस्ति तत्र धूमापि न अस्ति सो तत्र तेषु अभाव अधिकरणेषु यत्र हृदभूतलं पुस्तके तत्र यदि वह्ने अभावः अस्ति तत् अधिकरण ये वह्ने अभावस्य अधिकरणानि सन्ति तत्र धूमापि न अस्ति सो तत्र धूमापि नास्ति अतः तानि यानि अभाव अधिकरणानि तन्निरूपिता आधेयता वृत्तित्वं धूमे कदाचित् अपि न भवति असा हृदयं यदि वयं स्वीकुर्मः हृदयनिष्ठ अधिकरणता निरूपिता हृदय अभावनिष्ठ अधिकरणता निरूपिता आधेयता सा आधेयता खलु इत्युक्ते हृदि वह्नि अभावस्य अधिकरणं सत्यम् हृदिनिष्ठ हृदिनिष्ठ अभाव अधिकरणं तत् निरूपता आधेयता तत् या आधेयता अस्ति सा भूमि कदापि न भवितुं शक्नोति कारणं तस्मिन् अधिकरणे वह्नि अभाव अधिकरणे न कदापि धूमस्य वृत्तित्वं भवितुम् अर्हति धूमः तत्र आधेयः न भवति तस्मिन् अधिकरणे धूमस्य आधेयता न भवति सत्यं धूमस्य वृत्तित्वं न भवति यत्र वह्नि अभावः अस्ति खलु अग्रे अभावनिष्ठ अधिकरणता यत्र अस्ति सा या निरूपिता आधेयता सा कुत्र भवति हृदयं जले हृदये जलं स्यात् पुस्तके लेखनी स्यात् सो यथा पुस्तके वयं पुस्तके वह्नि अभाव अस्ति तस्य पुस्तकं भवति वह्नि अभाव अधिकरणं तत् वह्नि अभाव अधिकरणता निरूपति आधेयता लेखनी निष्ठ आधेयता किन्तु सा आधेयता धूमे अभावः अस्ति साधु तत्र धूमः नास्ति तत्र अत्र पश्यतु हृदादि हृद् इत्युक्ते हृद् पुस्तकम् इत्यादि तादृशवृत्तित्वं तद् निरूपितवृत्तित्वं कुत्र अस्ति जले अस्ति मीने अस्ति खलु हृदये जलम् अस्ति हृदये मीनः अस्ति तथा किन्तु तत्र धूमः न भवति तादृशवृत्तित्वस्य अभावः धूमे धूमस्य अभावः तत्र अस्ति आधेयता अभावः धूमे भवति यतोहि तेषु अधिकरणेषु वह्नि अभावः अस्ति एवं च हृदादि निरूपित वृत्तित्वं हृदादि निरूपित वृत्तित्वं जले मीने लेखन्यं भवति यत् ये यस्मिन् अधिकरणे वैन्याभाव अस्ति तस्मिन् अधिकरणे तत् अधिकरणं निरूपति आधेयता यत् परस्परं सम्बन्ध जल मीनं लेखने इत्यादि सन्ति किन्तु धूमे तस्य आधेयता नास्ति अवृत्तित्वम् अस्ति धूमे सो धूमे भवति अवृत्तित्वं तत्र एवं विदही धूमस्य स्वभावः यत्र यत्र वह्नि नास्ति तत्र धूमो अपि न भवति अत्र अस्माकं ज्ञानम् आगच्छति, यत्र वैनी नास्ति तत्र धूमः अपि नास्ति, तेन वैन्याभावाधिकरणेषु अवृत्तित्वं धूमस्य सिद्धति. सो इति व्याप्ति लक्षणं सिद्ध्यति वैन्याभाव अधिकरणेषु अवृत्तित्वं धूमस्य. सो यत्र साध्याभाववत् अधिक अवृत्तित्वम् इति भवति, वैन्याभाव वैनी इति साध्याभाव अधिकरणेषु अवृत्तित्वं धूमस्य इति सिद्ध्यति. धूमे अवृत्तित्वम् अस्ति. इदं यत् अवृत्तित्वं वृत्तित्व अभाव धूमनिष्ठ, सा एव धूमनिष्ठ व्याप्ति. या धूमनिष्ठ अवृत्तित्वम् अस्ति वा वृत्तित्वस्य अभावः अस्ति, तत् भवति धूमनिष्ठ व्याप्ति. खलु रजन महोदय? यत्र वह्निः नास्ति तत्र धूमः न भवति. भवान् पूर्वम् उक्तवान् तथैव अत्र अस्ति. यत्र साध्य अभावः अस्ति, वह्नि अभावः अस्ति, तत्र धूमस्य अवृत्तित्वं धूमस्य आदयत्व अभावः इति ज्ञात्वा, इति व्याप्तिज्ञानमस्ति चेत् वक्तुं शक्नुमः ओ हो धूमः नास्ति चेत् वह्निः न भवति, अत्र धूमः अस्ति तर्हि अवश्यं वह्निः भवेत् इति अनुमानं खलु. महोदय तथा वक्तुं शक्नुमः यत्र धूमः न अस्ति, धूमः नास्ति तत् वह्निः भवितुम् अर्हति. हा तथा न उक्तं खलु, यत्र वह्निः अस्ति अभावः अस्ति. आम् यत्र यत्र वह्निः नास्ति तत्र धूमः अपि नास्ति. धूमः अपि नास्ति किन्तु यत्र धूमः अस्ति तर्हि वह्निः भवेत् भवेत्. किन्तु यथा भवता उक्तं तत् सत्यं, धूमः नास्ति इति युक्ते वह्निः नास्ति इति अति असत्यं खलु. हा किन्तु वह्निः नास्ति चेत् साध्य अभाववति धूमस्य अवृत्तित्वं हेतोः अवृत्तित्वम्. अस्तु किञ्चित् अग्रे गतवान् साधु. किन्तु षष्ठम् अस्ति चेत् अत्र स्थगयामः, यतोहि प्रश्नः अस्ति वा किमपि? अस्तु धन्यवादः सर्वेषां. वाह तथा न वक्तुं शक्नोमि परन्तु इदानीं तु अवश्यं पुनः पश्यति चेत् अवश्यं स्पष्टं भवति. केवलं मम मनसि केवलं मुख्यविशेषः ज्ञातव्यं, किं वह्निः नास्ति चेत् धूमः न भवति इति मुख्य अनुभवः. तथैव तत् स्वीकृत्य अवगन्तुं शक्नुमः तत्र. अतः वर्गे उक्तं किम् उक्तं, प्राप्तिः इत्युक्ते किं, साध्य अभाववति अवृत्तित्वं हेतोः अवृत्तित्वम् अपि च साध्य अभावनिरूपित तस्य अधिकरणनिरूपितवृत्तित्व अभावः इति धूमे अस्ति. साध्य अभाव वह्नि अभावनिरूपित तस्य अधिकरणं किं, जलं. जलं जलम् अधिकरणमस्ति अस्ति चेत् तत्र आदेयः कस्य, धूमस्य. तत्र धूमेः अभावः अस्ति, जले निरूपित आधेयत्व अभावः अस्ति, अवृत्तित्वं धूमस्य अवृत्तित्वं धूमाभावः इति. अस्तु अस्तु महोदय धन्यवादः. हरिः ओम्. धन्यवादः.